भवतु, धन्यवादः, नमस्कारः, धन्यवादः भगिनि. नमः सर्वेभ्यः. तर्हि अदादिगणे अजन्तधातवः इति तस्मात् आरभ्य पठामः इति भवत्या उक्तम् इदानीं. तर्हि अरुणा भगिनी आरम्भं करोति वा? आं भगिनि, एकं करपत्रं नास्ति वा पुरतः? अस्ति भगिनि, अस्ति भगिनि. अदादिगणे दशसप्ततमधातवः सन्ति. अत्र सर्वेषु गणेषु कर्तर्तके सार्वधातुकप्रत्यये परे कर्तरे शप् इत्यनेन शप् विहितः अस्ति. तदा अधिप्रवृत्तिभ्यः शपः इत्यनेन शप् लुक् भवति. स्थितस्य शप् प्रत्ययस्य लुक् अतः व्यावहारिकत्वेन अदादिगणे कोऽपि विकरणप्रत्ययः नास्ति. अदादिगणे द्विसप्तति धातवः सन्ति. सर्वेषु अन्यगणे यथा अन्यगणे कर्तरि सार्वधातुकप्रत्यये परे कर्तरि शप् इति कर्तर्तके कर्तरि शप् आगच्छति, परन्तु अधिप्रवृत्तिभ्यः शपः इत्यनेन शप् लुक् भवति. अतः कार्यम् अतः लाङ्गकार्यं नास्ति, निकटप्रत्यय अङ्गकार्यं नास्ति. सूत्रमस्ति अधिप्रवृत्तिभ्यः वदति अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्रत्ययः लुक् भवति. तदेव अत्र प्रश्नः अस्ति यत् लोपः लुक् इत्यनेन भेदः कः. द्वाभ्यां लुक् लोप मध्ये द्वाभ्यां प्रत्ययस्य अपागमनम् मध्ये लोपः इत्यनेन प्रत्ययः गतः परन्तु अनुपस्थितौ अपि कार्यं कर्तुम् अर्हति. एतदर्थं सूत्रं प्रत्ययलोपे प्रत्ययलक्षम् अनेन भगिनि तत्र अस्तु सूत्रं केवलम् विहितः सप्रत्ययः लुक् भवति. सम्पूर्णसूत्रं न पठितवती, केवलं सूत्रमपि एकवारं पठति वा? अधिप्रवृद्धेभ्यः शपः अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप् प्रत्ययः लुक् भवति. अधिः प्रवृत्तिः आदि येषां ते आदिप्रवृत्तयः बहुव्रीहिः समासः अधिप्रवृत्तयः बहुव्रीहिः तेभ्यः अधिप्रवृत्तिभ्यः अधिप्रवृत्तिभ्यः पञ्चम्यन्तं शपः षष्ठ्यन्तं त्रिपदमिदं सूत्रं ण्यक्षत्रियसज्ञितौ यूनि लुङ्गिङ्गोः लुगणिङ्गोः इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अधिप्रवृत्तिभ्यः शपः लुक्. अत्र अदादिप्रवृत्तिचरेण कर्तते शप् विधीयते, परन्तु तत् प्रत्यय लोपः भवति, लुक् भवति. तदेव सूत्रम्. अत्र प्रश्नः उदेति लोप लुक् इत्यनयोः भेदः कः. वयं जानीमः द्वाभ्यां प्रत्ययस्य अपगमनं, लोपः इत्युच्यते प्रत्ययः गतः परन्तु अनुपस्थितौ अपि कार्यं कर्तुम् अर्हति. एतदर्थं सूत्रमस्ति प्रत्ययलोपे प्रत्ययलक्षणमनेन. प्रत्ययस्य लोपे सत्यपि सत्यपि लुप्तप्रत्ययस्य लक्षणम् अस्ति एव. लक्षणम् अस्ति इत्युक्ते लुप्तप्रत्ययः यद्यपि न दृश्यते परन्तु तस्य प्रभावः अनुसृत्य यत् किमपि कार्यं प्रसक्तम् अस्ति तत् कार्यं भवति. अत्र प्रश्नः अस्ति लुक् लोप् लोप लुक् इति पदयोः भेदः कः. द्वाभ्यां प्रत्यय लोप प्रत्यय अपगमनं भवति न दृश्यते. लोपः इत्युक्ते प्रत्यय अपगतः अपगमनं भवति अपि कार्यं कर्तुं शक्यते. केन सूत्रेण इति चेत् प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण लोप भवति सति अपि लुप्तप्रत्ययस्य लक्षणम् अस्ति. लक्षणम् इति नाम किं लक्षणम् अस्ति इत्युक्ते लुप्तप्रत्यय न दृश्यते अपि तस्य प्रभावः अनुसृत्य कार्यं भवति. तदेव तत्र द्वयोः अपि अपगमनं भवति लोप अपि लुक् इत्यनयोः. किन्तु लोप इत्यस्य यदा अदर्शनं भवति तस्य अनुपस्थितौ अपि कार्यं भवति. आं भगिनि अस्तु अग्रे अपि पठति वा प्रत्ययलोपे इति प्रत्ययलोपे प्रत्ययलक्षणं प्रथमाध्याये प्रथमपादे द्विषष्टितमसूत्रं प्रत्यये लुप्ते सति प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्. प्रत्ययस्य लोपः प्रत्ययलोपः षष्टितत्पुरुषः तस्मिन् प्रत्ययलोपे प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणं बहुव्रीहिः सूत्रं स्वयं सम्पूर्णं प्रत्ययलोपे प्रत्ययलक्षणं. अत्र प्रत्ययलोपे प्रतिलक्षणमध्ये विवरणं दत्तं. प्रत्ययलुप्ते अपि प्रत्ययस्य लक्षणम् अस्ति इति कृत्वा तद्वारा विहितकार्यं स्यात्. तावदेव अस्ति तत्र. अस्तु भगिनि धन्यवादः. सरस्वती भगिनी अग्रे पठति वा. आं भगिनि. तर्हि प्रत्यये लुप्ते श्रूयते न वा? श्रूयते. तर्हि प्रत्यये लुप्ते तदाश्रितं कार्यं भवति लुक् न तथा प्रत्ययस्य लुक् भवति चेत् न केवलं प्रत्ययः गच्छति अपि तु तदाश्रितं कार्यमपि न स्यात्. तद्विधायकं सूत्रमस्ति न लुमताङ्गस्य. तर्हि इदानीमेव अरुणा भगिनी यत् उक्तवती तदेव पुनः अस्ति अत्र. तर्हि लोपः अस्ति तर्हि अनुपस्थितौ अपि प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन कार्यं भवति. परन्तु यदि लुक् भवति तदा न केवलं प्रत्यये अपगच्छति तर्हि तत् तदाश्रितं कार्यमपि न भवति. तस्य कृते सूत्रमस्ति न लुमताङ्गस्य. इदानीं न लुमताङ्गस्य अस्य विषये किञ्चित् दत्तमस्ति विवरणम्. यस्मिन् शब्दे लु प्रथमपादस्य प्रथम अध्यायस्य प्रथमपादस्य त्रिषष्टि तमं सूत्रमस्ति. यस्मिन् शब्दे लु अस्ति तेन शब्देन प्रत्ययादर्शनं विहितं चेत् सः प्रत्यय अङ्गकार्यस्य निमित्तं न स्यात्. लुः अस्य अस्ति इति लुमान् तेन लुमता न अव्ययपदं लुमता तृतीयान्तम् अङ्गस्य षष्ट्यन्तं त्रिपदमिदं सूत्रं प्रत्ययरूपे प्रत्ययलक्षणम् इत्यस्य पूर्णतया अनुवृत्तिः. अतः अनुवृत्तिसहितसूत्रमस्ति लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न. तर्हि न लुमताङ्गस्य एवं सूत्रमस्ति. तर्हि अत्र लु लु शब्दः अस्ति तेन शब्देन यत् प्रत्ययदर्शनं भवति सः अङ्गकार्यस्य निमित्तं न भवति. इत्युक्ते तस्य लु लुक् अभवत् लुक् अस्ति लूतः प्रारम्भः भवति तर्हि अङ्गकार्यं तद् अपगच्छति तदा तस्य सः प्रत्ययः अस्ति तद् तस्य अङ्गकार्यस्य अपि निमित्तं न भवति लुः अस्य अस्ति इति लुमान् अत्र तद्धितप्रत्ययः अस्ति इति मन्ये लुः अस्य अस्ति इति लुमान् तेन लुमता न अव्ययपदमस्ति लुमता तृतीयान्तम् अतः अङ्गस्य इति षष्ट्यन्तं त्रिपदमिदं सूत्रमस्ति प्रत्ययरूपी प्रत्ययलक्षणम् एतस्य सूत्रस्य पूर्णतया अनुवृत्तिः भवति अतः अनुवृत्तिसहितसूत्रमस्ति लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न अग्रेपि पठानि वा भगिनि आं भगिनि तत्र लु इति केवलं यस्मिन् शब्दे लु अस्ति इति उक्तम् इत्यनेन तत्र प्रायः आदौ भवति इति नास्ति इति मन्ये केवलं शब्दे लु अस्ति चेत् अस्ति तर्हि तर्हि लुमान् इति भवति कुत्रापि लु अन्ते वा मध्ये अस्ति वा यत् तत् भवती एव जानाति प्रायशः किन्तु तत्र यस्मिन् शब्दे लु अस्ति इति दत्त्वात् तथा भवति अत्र प्रारम्भे अस्ति एवं न दत्तम् अहमेव चिन्तितवती यतोहि परन्तु श्लु अस्ति तत्रापि लु अस्ति श्लु अस्ति खलु तत्र तु तर्हि सत्यम् अस्तु अस्मिन् सूत्रे लुमता लुमत् इति प्रातिपदिकस्य तृतीयाविभक्त्यन्तं रूपम् इदं मत्तुप्रत्ययान्तं प्रथमाविभक्तौ लुमान् मत्तुप्रत्ययस्य अर्थः अस्य अस्मिन् वा यथा बुद्धिमान् इत्युक्ते बुद्धिः अस्य अस्मिन् वा सः बुद्धिमान् तर्हि लु अस्य अस्मिन् वा सः लुमान् व्याकरणे त्रयः लुमन्तः सन्ति लुक् श्लु लुपः लुप् तत्रैव अस्ति इदं सूत्रं वक्ति यत् येन अदर्शनं भवति सः लुमान् अस्ति चेत् तर्हि प्रत्ययलोपे प्रत्ययलक्षणं न भवति अनुवृत्तिसहितसूत्रं तथैव यदा लुमता प्रत्ययलोपे तदा अङ्गस्य प्रत्ययलक्षणं न अतः न लुमताङ्गस्य इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य बाधकसूत्रम् तर्हि अत्र सारांशः एवं यत् लुप् इत्यनेन कस्यचित् प्रत्ययस्य आदर्शनं भवति चेत् यस्मात् अङ्गात् सः प्रत्ययः लुप्तः जातः तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति पुनः तदेव अस्ति पुनः वदामि वा भगिनि वदतु वदतु अस्तु तर्हि अत्र पुनः लुमता अस्ति लुमता शब्दस्य प्रातिपदिकमस्ति लुमत् अतः तकारान्तप्रातिपदिकमस्ति अतः तृतीयाविभक्ति एकवचने लुमता एवं रूपं भवति लुमत् मतुप् प्रत्ययान्त अस्ति लु योगमतुप् अतः प्रथमाविभक्तौ लुमान् भवति मतुप् प्रत्यय कदा वयं योजयामः यदा वक्तुम् इच्छामः अर्थः अस्य अस्मिन् वा एवं यथा बुद्धिः अस्य अस्मिन् वा वक्तव्यं चेत् बुद्धिमान् भवति बुद्धियोगमत् बुद्धियोगमतु तस्य प्रथमा विभक्तौ बुद्धिमान् भवति तर्हि लु अस्य अस्मिन् वा सः लुमान् लुमन्तः त्रयः सन्ति लुक् श्लु लुप् तर्हि तत्र भगिनि त्रयः एव सन्ति खलु व्याकरणे लुक् श्लु लुप् इति आमां इदं सूत्रं वक्ति यत् येन अदर्शनं भवति सः लुमान् अस्ति चेत् इत्युक्ते लु अस्ति चेत् लोपः न भवति लु अस्ति चेत् तर्हि प्रत्ययलोपे प्रत्ययलक्षणं न भवति इत्युक्ते यदा लुमता प्रत्ययलोपे तदा अङ्गस्य प्रत्ययलक्षणं न अतः न लुमताङ्गस्य इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् एतस्य बाधकसूत्रं भवति अतः सारांशरूपेण वक्तव्यं चेत् यत् लुक् इत्यनेन कस्यचित् प्रत्ययस्य अदर्शनं भवति, तर्हि सः प्रत्ययः लुप्तः जातः, परन्तु यत् लुप्तः प्रत्ययः अस्ति तत् निमित्तं कार्यं न भवति अङ्गकार्यम् अस्ति. धन्यवादः. अग्रे अपि पठतु भगिनि. पठामि वा? अस्तु. आहत्य लोपप्रकरणे चत्वारि सूत्राणि क्रमेण अदर्शनं लोपः इत्युक्ते लोपसंज्ञया अदर्शनं विहितं, प्रत्ययस्य लुक्ष्लूलुपः लुक्ष्लूलुप लुप् इत्यादि तिसृभिः संज्ञाभिः अदर्शनं विहितं, प्रत्ययलोपे प्रत्ययलक्षणं प्रत्ययलुप्ते तदाश्रितं कार्यं स्यात्, न लुमताङ्गस्य लुमताशब्देन लुप्ते तन्निमित्तम् अङ्गकार्यं न स्यात्. तर्हि लोपप्रकरणे चत्वारि सूत्राणि सन्ति. प्रथम तथा द्वितीय अस्ति संज्ञासूत्रम्. अदर्शनं लोपः इत्युक्ते लोपः इत्युक्ते किं, तस्य कृते सूत्रमस्ति संज्ञासूत्रम् अदर्शनं लोपः. प्रत्ययस्य लुक्ष्लुलुपः, अत्र लुक्ष्लुलुपः एतस्य संज्ञासूत्रमस्ति. लुक् लुक् प्रत्ययस्य भवति, श्लू अपि प्रत्ययस्य, लुप् अपि प्रत्ययस्य. अदर्शनमेव अस्ति अत्रापि अर्थः. तदनन्तरमस्ति प्रत्ययलोपे प्रत्ययलक्षणम् इत्युक्ते लोपः यदा भवति, अदर्शनं लोपः संज्ञासूत्रेण लोपः भवति, यदि लोपः भवति तर्हि कार्यं भवति प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सूत्रेण. इत्युक्ते अत्र लोपः भवति चेदपि तदाश्रितं कार्यं भवति, इत्युक्ते तत् निमित्तं यत् कार्यं भवितुम् अर्हति तत् भवति प्रत्ययस्य अनुपस्थितौ अपि. न लुमताङ्गस्य, अत्र यदि लु अस्ति इत्युक्ते लुक्ष्लुलुपः लुक्ष्लु अथवा लुप् यदि प्रत्ययस्य लुक्ष्लु अथवा लुप् भवति तदा न लुमताङ्गस्य इत्यनेन सूत्रेण लुक् प्रत्ययः तु लुप्तः भवति परन्तु तद् निमित्तं कार्यं न भवति. अदादिगणे विकरणप्रत्ययः शप् आसीत्, अनन्तरं तस्य लुक् अभवत्. अतः एव वयम् अदादिप्रभृतिभ्यः शपः अत्र लुक् भवति न तु लोपः, लुक् भवति. अतः लुमता शप् अदर्शनं जातम्. अदर्शनं तु लोपः तथा लुक्ष्लुलुप् प्रत्ययः अस्ति तर्हि भवति, परन्तु यदि लुप् लुक् भवति तर्हि धात्वङ्गे शप् निमित्तिकं कार्यम् अङ्गकार्यं न भवति, यतोहि लुक् अस्ति अत्र न लुमताङ्गस्य इत्यनेन सूत्रेण शप् निमित्तिकं अङ्गकार्यं न भवति. सम्यक्तया उक्तवती भगिनी सर्वं सारांशरूपेण. अस्तु, धन्यवादः. तर्हि अग्रे उमा भगिनी पठितुम् इच्छति वा? उमा भगिनी म्यूट् मध्ये अस्ति. मीना भगिनी पठति वा अग्रे? पठामि भगिनी. अधुना नूतनबिन्दुः, यद्यपि शपः लुक् जातम् अतः शप् निमित्तिकम् अङ्गकार्यं निषिद्धं, परन्तु कुत्रचित् लुक् निमित्तं विशिष्टकार्यं सञ्जायते. यत्र लुकः लुकः सङ्केतः सूत्रेषु भवति तत्र एतादृशं कार्यम् अदादिगणे भवति इति बोध्यम्. यथा उतो बुद्धिर्लुकि हलि इति सूत्रं द्रक्ष्यामः. लुकः विषये हलादिपिति उदन्ताङ्गस्य वृद्धिः पित् पित् परे अस्ति, अतः गुणः भवति स्म, परन्तु गुणं प्रपाद्य वृद्धिः. अस्मिन् सूत्रे लुक् अस्ति अतः अदादिगणे तस्य प्रसक्तिः. यथा यु योगः ति, इय् योगः औ योगः ति, यौति. अन्यत्र यत्र शपः लोपः जातः किन्तु लुक् इत्यनेन न, तत्र अस्य सूत्रस्य प्रसक्तिः न भवति. तत्र सारांशः यत्र यत् अदादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते, परन्तु विकरणप्रत्ययस्य यया रीत्या अदर्शनं कृतं तया विशिष्टकार्यम् अपि भवति यथा अत्र वृद्धिः. अत्र नूतन विषयः अस्ति तत्र अदादिगणे लुक् विषये. यदपि अदादिप्रवृत्तयः शपः लुक् इति भवति, लुक् यद्यपि शपः लुक् जातं ततः शप् निमित्तीकृत्य अङ्गकार्यं निषिद्धं भवति, परन्तु कुत्रचित् लुक् निमित्तं विशिष्टकार्यं सञ्जायते. इदानीं अधप्रवृत्तिः शपः लुक् इति तत्र कार्यं कार्यं लुक् भवति, विकरणप्रत्ययः लुक् भवति, लुक् निमित्तं विशिष्टकार्यम् अस्ति. यत्र लुकः सङ्गेतः सूत्रेषु भवति, यत्र सूत्रेषु अदादिप्रतिभ्यः ऐ मीन् लुक् कुत्र लुक् भवति तत्र यत्र सूत्रे लुक् भवति अदादिप्रतिभ्य कुत्र लुक् अदादिप्रतिभ्य शपः लुक् तत्र एतादृशं कार्यम् अदादिगणे भवति इति बोध्यम्. ओके, लुक् लुक् इति भवति तत्र अदादिगणे एतादृशं कार्यम् अस्ति, अत्र विशिष्टकार्यम् अस्ति. यथा उतो वृद्धिर्लुकि हलि इति सूत्रं द्रक्ष्यामः, इति नूतनसूत्रमस्ति. उतो वृद्धिर्लुकि हलि, लुकः विषये हलादिपिति उदन्ताङ्गस्य उदन्तमस्ति, तत्र हलादिपिति हलादिप्रति वृद्धिः भवति. पित् पित् परे अस्ति एतादृशं धातु यु इति धातु, ति इति अस्ति, ति इति तित् प्रत्ययः पित् अस्ति, तत्र पित् परे अस्ति. अतः गुणः भवति स्म साधारणतया तत्र सावधातुक प्रत्यये परे तत्र पित् अस्ति, गुणः यो इगन्तमस्ति, यो यो ति इति भवेत् भवति स्म, परन्तु गुणप्रभात्य अस्मा अनेन सूत्रेण उतो वृद्धिर्लुके हलि इति सूत्रेण वृद्धिः भवति. तदेव नूतनविषयम् अस्मिन् सूत्रे लुक् अस्ति, अतः अदादिगणे तस्य प्रसक्तिः अस्ति. अदादिगणे प्रसक्तिः अस्ति, यु धातु इति अदादिगणे अस्ति, तत्र अदादिप्रत्ययः तत्र लुक् भवति, प्रवृत्तयः शपः लुक् भवति, परन्तु अत्र लुक् भवति अस्ति चेदपि उतो लुकि वृद्धि लुकि हलि इति सूत्रेण अत्र गुणः प्रबाद्य वृद्धिः भवति. अन्यत्र यत्र शपः लोपः जातः किन्तु लुक् इत्यनेन न, यदि शपः लोपः अन्यत्र अपि भवति परन्तु लुक् इति अनेन न भवति चेत् तत्र अस्य सूत्रस्य प्रसक्तिः उतो वृद्धिर्लुकि हलिपिति इति तस्य प्रसक्तिः नास्ति. तर्हि सारांशः किम् अस्ति चेत् यत्र अत्र यत् अदादिगणे कोऽपि विकरणप्रत्ययः न दृश्य न दृश्यते, अदादिगणे विकरणप्रत्ययः नास्ति, परन्तु विकरणप्रत्ययस्य यया रीत्या अदर्शनं कृतं लुके अदादिप्रतिभ्य लुक् लुक् लुक् भवति, अदादिप्रत्यय शपः लुक् भवति, तत्र विशिष्टकार्येण वृद्धिः भवति. विशिष्टकार्य सूत्रमस्ति उतो वृद्धि लुकि हलि इति. तादृशमेव भगिनि, अग्रे पठामि वा? आम् आं भगिनि, इत्युक्ते तत्र सर्वत्र लुप्तो भवति शपः अदिप्रभृतिभ्यः, इत्युक्ते अहम् एकवारं वदामि, दोषः अस्ति चेत् कृपया सूचयन्तु. अदिप्रभृतिभ्यः शपः इत्यनेन शपः लुक् तु सर्वत्र भवति, अपि च तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति न भवति, किन्तु कुत्रचित् तर्हि तत्र अङ्गनिमित्तानि कार्याणि न भवन्ति लुक् भवति चेत्, किन्तु कुत्रचित् लुक् निमित्तं विशिष्टकार्यमपि सञ्जायते. तत्र यथा उतो वृद्धिर्लुकि हलि इति सूत्रं, तत्र यथा भवत्या एतत् सर्वम् उक्तं, हलादिपिति उदन्त अङ्गस्य वृद्धिः पित् परे अस्ति, अतः गुणः भवति स्म, परन्तु गुणं प्रबाद्य वृद्धिः भवति तत्र इति. तत्र यु इति धातोः कृते किं तत्र एकत्र दृष्टवन्तः अग्रे आगच्छति इति अदादिगणे अस्ति, तत्र विकरणप्रत्ययः नास्ति. लुक् विकरणप्रत्ययः अदादिप्रतिलयः शपः लुक् इति लुक् इति सूत्रेण लुक् भव लुक् अभव. तस्मात् तत्र उतो उकारः अस्ति, तत्र यु इति उकारः अस्ति, उतो वृद्धिर्लुकि हलि इति नूतनसूत्रः आगच्छति तत्र. दृष्टवन्तः एकस्मिन् क्रियापदे उतो वृद्धिर्लुकि हलि इति कथं भवति इति अपि दृष्टवन्तः. सर्वं सम्यक्तया उक्तवती भगिनी, अहं केवलं तत्र पुनः संक्षेपरूपेण उक्तवती. तत्र यु इत्यस्य वृद्धिः भवति न तु गुणः. तर्हि अस्तु, सारांशः तु भवत्या उक्तम् एव. तर्हि विकरणप्रत्ययस्य यया रीत्या आदर्शनं कृतं तया विशिष्टकार्यम् अपि भवति, यथा अत्र वृद्धिः इति. कुत्रचित् वृद्धिः भवति इति एव विषयः तत्र, इत्युक्ते विशिष्टरूपेण भवति इति प्रक्रियाम् अनुसृत्य, यया रीत्या प्रक्रिया भवति इत्युक्ते तत्र आदर्शनं यया रीत्या कृतं तया विशिष्टकार्यमपि भवति इति विषयः. अग्रे अपि पठति वा? इदामि भगिनि. अदादिगणे विकरणप्रत्ययः न दृश्यते, अतः धातोः साक्षात् परे तिङ् प्रत्ययाः विहिताः भवन्ति. यथा पायोगः ति पाति. प्रथमवारम् अस्माभिः एतादृशी गतिः अवलोकिता. एतावता धातुः कुत्रापि तिङ्प्रत्ययेन न प्रभावितः. भुवादिगणे दिवादिगणे तुदादिगणे स्वादिगणे तनादिगणे क्रयादिगणे च धात्वङ्गे अङ्गकार्यस्य निमित्तं विकरणप्रत्ययः एव. परन्तु अदादौ तादृशं नास्ति. यथा इन् इन् धातुः इ योगः ति एति, इ योगः तः इतः. सारांशः एवं यत् अदादौ धातोः अङ्गकार्यं साक्षात् तिङ्प्रत्ययेन, तिङ्प्रत्ययाः परिवर्तन्ते, अतः अङ्गकार्यम् अपि परिवर्तन्ते. यदि अदादिगणे वयं जानीमः तत्र विकरणप्रत्ययः नास्ति, केन सूत्र अदादिप्रत्ययः शपः लुक् इति सूत्रेण लुक् भवति. इदानीं न श्रूयते भगिनि. विकरणप्रत्ययः नास्ति इति कारणेन धातोः परतः तिङ्प्रत्ययः भवति. तदा तिङ्प्रत्ययः पश्यति धातु. यदा उदाहरणं पायोगः ति, तत्र मध्ये विकरणप्रत्ययः नास्ति अदादिगणे. पा स पाति इति अन्तिमरूपम्. एतावता धातुः तिङ्प्रत्ययेन, एतावता धातुः साधारणतया तिङ्प्रत्ययेन न भवति, तिङ्प्रत्ययेन परिवर्तनं न भवति, धातुतः विकरणप्रत्ययः भवति. यत् कुत्र भुवादिगणे दिवादिगणे तुदादिगणे स्वादिगणे तनादिगणे क्रयादिगणे अपि च सर्वत्र धातु तदनन्तरं विकरणप्रत्ययः अस्ति. तदनन्तरं विकरणप्रत्ययः विकरणप्रत्यय आगमनेन धातु कार्यं धातोः धातौ कार्यम् अङ्गकार्यं भवति, धातु अङ्गं भवति, तस्य अङ्गकार्यं भवति. तदनन्तरमेव तिङ्प्रत्ययः आगच्छति. अङ्गकार्यस्य निमित्तं विकरणप्रत्यय, धातोः अङ्गकार्यनिमित्तं किं, तत्र विकरणप्रत्ययः एव. आं भगिनि, इत्युक्ते प्रथमवारं वयं पश्यन्तः स्मः यत् हा साक्षात् धातोः पुरतः तिङ्प्रत्ययः आगतम् इदानीं, यत् पूर्वं न कृतम् अस्माभिः. अतः तत्र अग्रे गत्वा हल् सन्ध्यायाः कथं भवन्ति इति पश्यामः इति विद्याभगिन्या उक्तं. सम्यक् भगिनि, अग्रे अपि पठति वा? वयं जानीमः तत्र वा? आमाम्, वयं जानीमः यत् दशधातुगणाः विभक्ताः तिङ् प्रत्ययः निमित्तिकस्य अङ्गस्य अन्तिमवर्णस्य अनुसारम् येषु धातुगणेषु अङ्गम् अदन्तं भवति ते धातुगणाः प्रथमगणसमूहे वर्तन्ते. येषु धातुगणेषु अङ्गम् अनदन्तं भवति ते धातुगणाः द्वितीयगणसमूहे वर्तन्ते. तर्हि अत्र प्रश्नः उदेति यत् अदादिगणः कस्मिन् गणसमूहे अस्ति अपि च किमर्थम्? सामान्यतया धातुगणेषु विकरणप्रत्ययाः सन्ति, तत्र विकरणप्रत्ययस्य अन्तिमवर्णः एव अङ्गस्य अन्तिमवर्णः. यथा भ्वादौ शप् इति विकरणप्रत्ययः, भू धातोः भव इत्यङ्गम्, अङ्गस्य अन्तिमवर्णः ह्रस्वकारः, शपः एव अन्तिमवर्णः, अतः अङ्गम् अदन्तम्. स्वादौ श्नु इति विकरणप्रत्ययः, छि धातोः चिनु इत्यङ्गम्, अङ्गस्य अन्तिमवर्णः उकारः, श्नोः एव अन्तिमवर्णः, अतः अङ्गम् अनदन्तम्. अधुना अदादौ कथं भवति? विकरणप्रत्ययस्य नास्त्येव. तर्हि ते केन आधारेण अङ्गं ज्ञायते? अङ्गम् अदन्तं वा अनदन्तं वा इत्यत्र कथं निर्मीयते? उत्तरं तु अस्माभिः प्रायः बुद्धमेव. अदादौ धातुरेव अङ्गम्, अतः धातोः यः अन्तिमवर्णः स एव अङ्गस्यपि. अदादौ अस् धातु सकारान्तः, अतः अङ्गं सकारान्तम्. पा धातु आकारान्तः, अतः अङ्गमपि आकारान्तम्. यू धातुः उकारान्तः, अतः अङ्गमपि उकारान्तम्. अदादौ यथा धातु तदा अङ्गम्, अपि च अदादौ अकारान्तदातवः न सत्येव, अतः सर्वाणि अङ्गानि अनदन्तानि, अतः एव अदादिगण द्वितीयगणसमूहे वर्तते. अत्र धातु तत्र दशगणाः सन्ति, वयं जानीमः दशगणाः सन्ति, धातु दशगणाः विभक्तं भवति तिङ्प्रत्ययम् अन्तिमवर्ण अनुसारं, तत्र तिङ्प्रत्ययः अनुसृत्य अन्तिमवर्णः भवति. येषु यत्र यत्र धातुगणेषु अङ्गम् अदन्तं भवति ते धातु प्रथमसमूहे, समूहद्वयम् अस्ति अदन्तम् अनदन्तम्. तत्र अङ्गम् अङ्गं तत्र अदन्तं भवति तत्र प्रथमसमूहे भवति, यत्र अनदन्तं भवति द्वितीयसमूहे भवति. अत्र प्रश्नः भवति, साधारणतया धातुः विकरणप्रत्ययः भवति, विकरणप्रत्यययोजनेन अङ्गमस्ति. तत्र विकरणप्रत्ययः भवादि दिवादि तुदादि तादृशं गणेषु अस्ति, तत्र तदनन्तं तद् योजनेन अङ्गं किमपि भवति तद् अङ्ग तद् एव अङ्गं, तत् अदन्तम् अङ्गमस्ति चेत् प्रथमसमूहे भवति. इदानीं अदादिगणे गणस विकरणप्रत्ययः नास्ति. कस्मिन् गणे भवति अदादिगणदातवः? प्रथमसमूहे अस्ति वा द्वितीयसमूहे अस्ति वा कथं निर्णेयम् इति ज्ञास्यामः. तत्र सामान्यतया विकरणप्रत्ययः अस्ति, इदानीं विकरणप्रत्ययस्य अन्तिमवर्णः अङ्गस्य धातु एव यदा धातु तदा अङ्गं भवति यत् धातु अदन्तम् अस्ति चेत् तत्र अङ्गम् अदन्तम् उदाहरणं भू भुवादि तत्र भुवादिगणे अस्ति भुवादिगणे भू धातु शप् शप् प्रत्यये गुणं भूत्वा तत्र भव इति अङ्गं अङ्गस्य अन्तिमवर्णः ह्रस्वकारः शपः अन्तिमवर्णः अतः अङ्गम् अदन्तम् स्वादिगणे तादृशु श्नु भवति चिनो चिनु इति उदन्त उकारः उकारान्तम् तत्र अङ्गम् अनदन्तं तादृशम् अदन्तम् अनदन्तम् इति समूहद्वयम् अस्ति अदादिगणे विकरणप्रत्ययः नास्ति इति कारणेन अङ्गं कथं भवति तत्र अङ्गं धातु धातु किमपि अङ्गमस्ति धातोः अन्तिमवर्णः किमपि अस्ति तादृशमेव अङ्गं भवति तत्र धातुतः तिङ् प्रत्ययः भवति तत्र अदादौ धातुरेव अङ्गम् अतः धातोः यः अन्तिमवर्णः स एव अङ्गम् अङ्गस्य अपि अन्तिमवर्णः उदाहरणम् अस् धातु अस्ति अदादौ गणे तत्र अस् धातु सकारान्तः स अङ्गमपि सकारान्तम् पा धातु आकारान्तः अङ्गमपि आकारान्तं यु धातु उकारान्तः अपि अङ्गमपि उकारान्तम् अदादौ यथा धातु तथा अङ्गम् इति ज्ञातव्यम् अतः अपि च अदादौ अकारान्तदातवः न सन्ति अतः सर्वाणि अङ्गानि अनदन्तानि द्वितीयसमूहे एव द्वितीयगणस्य तत्र स्वद्वितीयसमूहे एव भवन्ति अदादिगणस्य धातवः आं भगिनि सम्यक् द्वितीयसमूहे अदन्त धातवः सन्ति क्षमताम् अनदन्तधातवः सन्ति इत्युक्ते तत्र अदादिगणे विकरणप्रत्ययं निमित्तीकृ विकरणप्रत्ययस्य कारणेन अङ्गं न भवति तर्हि तत्र अपि च तत्र अदादौ अकारान्तधातवः न सन्ति एव यतोहि तत्र धातु एव अदादौ यथा धातुः तथा अङ्गम् अपि च अकारान्तधातवः न सन्ति एव अतः कुत्रापि अदन्तधा अङ्गं न भवति अतिथि अङ्गस्य अन्ते न आगच्छति एव यतोहि धातुरूपी अङ्गं तत्र अतः तत्र सर्वाणि अङ्गानि अनदन्तानि किं भगिनि द्वितीयसमूहे एव भवति सत्यं भगिनि सत्यं सम्यक्तया उक्तवती केवलं तत्र सर्वे किमर्थम् अनदन्तानि भवति इति पुनः एकवारम् अहं वदन्ती अस्मि तावदेव तर्हि ते सर्वे अनदन्तानि भवन्ति अनदन्तानि भवन्ति इति कृत्वा द्वितीयगणे स्थापितानि सन्ति इति अस्तु अग्रे पठितुम् इच्छति वा तत्र इत्युक्ते सः विषयः तत्र समाप्तः भवति पठामि भगिनि चत्वारि किं पठामि तिङन्तपदानां सिद्ध्यर्थम् अदादिगणः वर्गद्वये विभक्तः अजन्तदातवः हलन्तदातवः च अधुना अजन्तदातूनां तिङन्तरूपाणि साधयाम अदादिगणे हलन्तदातूनां कृते प्रथमतया हल् सन्धिः पठनीयः तस्मात् इदानीं न पठामः साधारणभाषाज्ञानार्थं यः हल् सन्धिः सः न तु न पदस्य व्युत्पत्त्यर्थं हल् सन्धिः अस्माकं पाठे अपरेषु गणेषु हलन्तदातवः आसन् परन्तु एतावता धातु तिङ् प्रत्ययोः मध्ये विकरणप्रत्ययः भवति स्म आचयम् अपि च विकरणप्रत्ययाः सर्वे अजन्ताः सन्ति अतः अङ्ग तिङ् प्रत्ययोः संयोजने हल् हल् इत्यनयोः मेलनं न जातम् हल् सन्देहे च अवसरः न जातः. द्वितीयगणे य, स्वादिगणे नु, क्रयादिगणे न च विकरणप्रत्ययः स्वयं हलादि. अतः हलन्तधातु हलादिविकरणयोः संयोजनं न भवति, परन्तु तत्र केवलं मेलनं भवति. इत्युक्ते तत्र हल् हल् इत्यनयोः संयोजने विकारः न भवति, अतः केवलं मेलनं न तु सन्धिः. अत्र तिङ् प्रत्ययानां सिद्ध्यर्थम् अदादिगणे वर्गद्वये विभक्तः भवन्ति. तत्र अदादिगणे दातवः तिङ्प्रत्ययसिद्ध्यर्थं वर्गद्वयं भवति, अजन्तदातवः अपि च हलन्तदातवः. इदानीम् अजन्तदातूनामेव तिङ्प्रत्ययानि साधयामः. किमर्थमिति चेत् अदादिगणे हलन्तदातूनां कृते कृते हल् सन्धिः पठनीयम्. इदानीं तत्र साधारण भाषाज्ञानार्थं तत्र यः हल् सन्धिः तादृश हल् सन्धिः नास्ति, पदस्य वित्यर्थं हल् सन्धिः नास्ति. परन्तु अस्माकं पाठे अपरेषु गणेषु हलन्तदातवः आसन्, परन्तु एतावता धातु तिङ् प्रत्ययोः मध्ये विकरणप्रत्ययः भवति स्म. अपि च तत्र तिङ् प्रत्ययोः मध्ये अन्य गणेषु हलन्तदातवः सन्ति, ते तत्र अपि विकरणप्रत्ययः सर्वे अजन्ताः सन्ति. अन्तिम विकरणप्रत्यये सर्वे अजन्ताः, अतः अङ्गं तिङ् प्रत्ययोः संयोजने किं भवति इति चेत् हल् हल् इत्यनयोः मेलनं न जाति. तत्र एव हल् सन्धि पठनीयं, विशिष्ट हल् सन्धि पठनीयं. तत्र तादृशं न भवति अत्र हल्. किमर्थमित्युक्ते विकरणप्रत्ययाः सर्वे अजन्ताः सन्ति, अतः अङ्गं तिङ् प्रत्ययोः संयोजने हल् योगः हल् न भवति, अतः हल् सन्धेः अवसरः एव न भवति. दिवादिगणे, स्वादिगणे, क्रयादिगणे विकरणप्रत्ययः स्वयं हलादिः एव. अतः हलन्तधातुः हलादिविकरणप्रत्ययोः संयोजनं तु भवति तत्र, परन्तु तत्र केवलं हल् हलादि हला तत्र विकरणप्रत्ययः स्वयं हलादि भवति, हलादि भवति. अतः हलन्तधातुः हलादिविकरणयोः हलन्तधातुः हलादिविकरणयोः संयोजनं तु भवति तत्र केवलं मेलनमेव. हलन्तधातुः हलादि विकरणप्रत्ययमेलनं तादृशं हल् सन्धि न भवति, तत्र मेलनमेव. इत्युक्ते तत्र हल् हल् इत्यनयोः संयोजने विकारः न भवति तत्र, अतः केवलं मेलनमेव. सन्धिकार्यं हल् सन्धिविषयं तत्र न भवति. आं भगिनि, हा इत्युक्ते एतावत् अस्माभिः एतत् न पठितम् एव, यत्र अङ्गतिन् प्रत्ययोः संयोजने हल् हल् इत्यनयोः मेलनं इत्युक्ते तत्र पदवित्पत्ति अर्थे हल् सन्धिः कथं भवति इति ज्ञातवन्तः, किन्तु तत्र साक्षात् धातोः पुरतः यः यदा तिङ् प्रत्ययः भवति तत्र कार्याणि कथं भवन्ति इति एतावता न पठितं, तत्तु तदपि अग्रे आगच्छति इति विषयः अस्ति. सम्यक् भगिनि, धन्यवादः. इति इदानीं तत्र अदादिगणे यथा वच् धातुः इति आरभ्य सूर्यकुमारी भगिनी पठितुम् इच्छति वा? भगिनि नमस्कारः. नमस्कारः. अदादिगणे यथा वच् धातुः अस्ति तत्र साक्षात् परे ती आयाति, वच् योगः ती वक्ति भवति. अत्र चकारः ककारः जातः, विषयः च हल्सन्धिः इति. विभूत्यादिगणे रुदादिगणे च अपि तादृशः अल्पण्डेः विसर्ग आयाति. अतः प्रथमम् अदादिगणस्य अजन्तदातवः अस्माभिः करिष्यते. तदा जुहोत्यादिगणस्य अजन्तदातवः परम् हल्सन्धिः इति विषयः परिशीलनीयः. अनन्तरम् अदादिगणस्य जुहोत्यादिगणस्य रुदादिगणस्य च हलन्तदातवः अवलोकनीयाः. रुदादिगणे अजन्तदातवः न सन्ति एव. तत्र किं पठामः इति उक्तम्, अदादिगणे वच् धातुः अस्ति, तत्र साक्षात् परे ति आयाति, अत्र हल् सन्धिविषये प्रसक्तिः अस्ति. जिहोति इत्यगणे रुदादिगणे अपि तादृश हलसन्धिविषये आयाति. अतः प्रथमम् अदादिगणस्य अजन्तदातवः अस्माभिः करिष्यन्ते. तदा जुहोत्यादिगणस्य अपि अजन्तदातवः हलसन्धि इति विषयः परिशीलनीयः. अनन्तरम् अदादिगणे जुहोत्यादिगणे रुदादिगणे च हलन्तदातवः अवलोकनीयः. तत्र विषय विशिष्टविषयः अस्ति, रुदादिगणे अजन्तदातवः न सन्ति. ततः अदादिगणे जुहोत्यादिगणे एव अजन्तदातवः सन्ति. तत् विषयः प्रथमम् अवलोकयामः इति उक्तम्. आं भगिनि, इत्युक्ते तत्र प्रथमम् अजन्तधातवः तेषां विषयः, यतोहि तत्र हलन्तधातोः कृते परत पुरतः तत्र तिङ् प्रत्यय आगच्छति चेत् तत्र हल् हल् इत्यनयोः विषये सन्धिः कथं भवति इति अग्रे पठनीयम् अस्ति इदानीम् अस्माभिः. अतः प्रथमं तत्र ये धातवः आगच्छन्ति तेषु तत्र हलन्तधातून् विहाय अजन्तधातूनां विषये एव पठनं भवति इदानीम् अस्माकं कृते इति विषयः सारांशरूपेण अस्ति इति. तर्हि तत् सम्यक् खलु? अग्रे गच्छामः. अस्तु अस्तु, भवती एव अग्रे पठति वा भगिनि. पूर्वमेव अस्माभिः ज्ञातं यत् सारधातुकलकारेषु क्रियापदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति. प्रथमसोपानं विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं, तदा धातुविकरणप्रत्ययोः मेलनं. द्वितीय सोपानं तिङ्प्रत्ययसिद्धिः. तृतीयसोपानं तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं, तदा अङ्गतिङ्प्रत्ययो मेलनं. तत्र वयं जानीमः त्रीणि सोपानानि सन्ति साधारणप्रक्रियायां, विकरणप्रत्ययनिमित्तक अङ्गकार्यम्, अनन्तरं विकरणप्रत्यय धातुविकरणप्रत्ययो मेलनं. यदा अदादिगणे विषये विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं नास्ति, ततः प्रथमसोपानं विषयः नास्ति. अनन्तरं धातु विकरणप्रत्यय अङ्गानन्तरं तिङ्प्रत्ययसिद्धिः अथवा विकरणप्रत्यय नास्ति अपि तिङ्प्रत्ययसिद्धिः भवति. तृतीयसोपानं तिङ्प्रत्ययनिमित्तक अङ्गकार्यं, तदा अङ्गतिङ्प्रत्ययमेलनं. अग्रे अपि पठतु भगिनि. विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं, तदा धातुविकरणप्रत्ययोः मेलनं. कुत्रापि किमपि कार्यं नास्ति, यतः सपः विकरणप्रत्ययस्य लुक् भवति, अतः स्टेप् न दृश्यते न वा अङ्गकार्यस्य निमित्तं भवति. तदेव मया उक्तं प्रथमसोपानं नास्ति नास्ति. द्वितीयसोपानं त्रिङ् तिङ् प्रत्यये सिद्धिः. अदादिगणे अङ्गम् अनदन्तम्, अतः अनदन्ताङ्गानां कृते सिद्धतिङ् प्रत्ययाः भवन्ति. धातुद्वयस्य विहाय दरिद्रजागृकृते विशेषकार्यं वर्तते. अस्मिन् पाठे यत्र तयोः विवरणम् अस्ति तत्रैव इदं कार्यं प्रदर्शयिष्यते. त्वौ विहाय यत्र अङ्गम् अनदन्तं तत्र यदा सर्वेषां धातूनां कृते सिद्धतिङ्गसङ्गकप्रत्ययः तदा अत्रापि. अतः अदादिगणे सिद्धतिङ्प्रत्यय एते एव. तत्र अदादिगणे द्वौ धातौ अस्ति दरिद्रजागृ. तौ विहाय सिद्धतिङ्प्रत्यय क्रमं समानं अदादिगणे. अदादिगणे वयं जानीमः अनदन्तमङ्गमस्ति, तदेव तिङ्प्रत्यय सिद्धि अपि विशिष्टसिद्धतिङ्प्रत्यय आयाति. अग्रे पठामि वा? अन्यत्र सर्वत्र कार्याणि समानानि भवन्ति, किन्तु दरिद्रा अपि जागृधातोः कृते विशेषकार्यं वर्तते इति. अग्रे अपि पठतु भगिनि. परस्मैपदं तिङ् तिङ् सिद्धतिङ् प्रत्ययः तीतः अन्ति, सीतः था मी वहमः. लोट्लकारे प्रस्मैपदे तु तात्ताम् अन्तु, हि तात्तं त आनि आव आम. लङ्लकारे त ताम् अन् स तं त अं वाम. विधिलिङ्लकारे यात् यातां युः, याः यातं यात यां याव याम. तदेव अप्नेपदे तिङ् सिद्धतिङ् प्रत्ययः अनदन्ताङ्गानां कृते ते आते अते, से आथे द्वे, ये वहे महे. लोट्लकार ताम् आतामतां, स्व अथां द्वम्, ऐ आवहै आमहै. लङ्लकारे आत्मनेपदे विषये ता आताम् अत, ताः आतां द्वम्, ई वहि महि. विधिलिङ्ग् आत्मनेपदे ईत ईयाताम् ईरन्, ईताः ईयाताम् ईद्वम्, ईय ईवहि ईमहि. हा भगिनी, तत्र बहुत्र अपितः एव प्रत्ययः, अजादि वा अथवा हलादि वा प्रत्ययः. कुत्र पितः भवन्ति इति एकवारं वदति वा? आम्, परस्मैपदे प्रथमपुरुष, द्वितीय, मध्यमपुरुष, तृतीय, उत्तमपुरुष एकवचन एव पित् अस्ति. लोट्लकारे प्रथमपुरुष अन्यतम प्रत्ययः अस्ति तु तत्र. उत्तमपुरुष त्रीणि तानि आव आम अपि पित् प्रत्ययः. लङ्लकारे प्रथमपुरुषस्थ एकवचनं, मध्यमपुरुषस्थ एकवचनं, उत्तमपुरुषे अम् एकवचनमपि पित् प्रत्ययः. विधिलिङ्गलकारे सर्वे अपि प्रत्ययाः. लङ्लकारे लट्लकारे कोऽपि पित् प्रत्ययाः न सन्ति. लोट्लकारे उत्तमपुरुष त्रीणि प्रत्ययाः पित् प्रत्ययाः. लङ्लकारे कोऽपि न सन्ति पित् प्रत्ययः. तदेव विधिलिङ्गपि प्रत्ययः न सन्ति. धन्यवादः भगिनि, सम्यक्तया कृतवती, धन्यवादः. अग्रे तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनम् इति आरभ्य. अस्तु, तर्हि उमा भगिनी पठितुं शक्नोति वा इदानीं? पठामि. अस्तु भगिनि. किं प्रक्रिया निमित्तम् अन्धकार्यं भगिनि किञ्चित् उच्चैः वदति वा? वदामि, श्रूयते वा अपि? किञ्चित् बेटर्. तिं प्रत्यय निमित्तम् अन्धकार्यं तदा अन्धतिं प्रत्ययोः मेलनम्. अत्र कार्यं वर्तते यत्र प्राप्तिः अस्ति. अत्र कार्यं वर्तते यत्र यत्र प्राप्तिः अस्ति. अष्टप्रकारकाः अजन्तधातवः सन्ति. अष्टप्रकारकाः अजन्तधातवः अदादिगणे षट् यतः अकारान्तधातवः ऋकारान्तधातवः च न सन्ति. अदादिगणे केवलं षट्, यतोहि तत्र अकारान्त ऋकारान्त धातवः न सन्ति इति कृत्वा. नो चेत् अष्टप्रकाराः अजन्तधातवः सामान्यतया भवन्ति अन्यत्र. आकारान्तदातवः 15 अस्ति. सामान्य आकारान्तदातवः 14. या वा भा न त्रा द्रा क्षा पा रा ला दा क्षा प्रा मा. लग्नः ओके. सो अत्र आकारान्त दातव्यः टोटल् तत्र दरिद्रा एव दरिद्रम् अतिरिच्य ते एव धातवः, केवल सामान्य आकारान्त धातवः. दरिद्रा इति तु विशेषधातुः, अतः प्रथमे आकारान्तधातुषु तदपि योजितम् अस्ति. आम् वदतु भगिनि. अग्रे पठामि वा? पठतु. लङ्घः शाकटाय शाकटायरस्यैव 3, 4, 111 आकारान्तात् धातोः लङि जेः जुस् आदेशः भवति. शाकटायनस्य मतेन शाकटायनः कश्चन वैयाकरणः आसीत् पाणिनेः पूर्वम्. अनेन परस्मैपदे लङि प्रथमपुरुषबहुवचने विकल्पेन अनु उः इत्येतौ तिङ् प्रत्ययोः भवतः. लङः षष्ट्यन्तं लङः शाकटायनस्यैव उक्तम्. लङः षष्ट्यन्तं शाकटायनस्य षष्ट्यन्तम् एव अव्ययपदम्. ओके. त्रिपदमिदं सूत्रम् आतः इति सूत्रस्य अनुवृत्तिः झेर् जुस् इत्यस्मात् झेः जुस् इत्यनयोः अनुवृत्तिः धातोः इत्यस्य अधिकारः. पञ्चम्यन्तम् एकपदमिदं सूत्रम् अत्र आतः धातोः अस्मिन् सूत्रे आयाति. अनुवृत्तिः सहितसूत्रं शाकटायनस्य एव मते लङः आतः धातोः धेः जुस् इति सो शाकटायन इति वैयाकरणः अस्ति पाणिनेः पूर्वं सः लङ् लकारस्य प्रथमपुरुषे बहुवचनस्य जेर्दुस् इत्यनेन इत्यस्य विवरणं दत्तं तु शाकटायनस्य एव लङः अर्थः धातोः धेः जुस् इति तु शाकटायनस्य मतानुसारे लङ्लकारे आर्तः धातोः धेः जुस् अग्रे पठामि वा भगिनि इत्युक्ते तत्र दीर्घ आकारान्तधातूनां कृते लङ्लकारे जु झेः जुस् आदेशः भवति केवलं शाकटायनस्य मतेन वैकल्पिक प्रयोगः अस्ति अपि च परस्मैपदे लङ्गि प्रथमपुरुषबहुवचने एव विकल्पेन अन् उहु तत्र अन् इति तु भवति एव उहु इति अपि वैकल्पिकप्रयोगः दृश्यते इति विषयः तत्र अतः तत्र केवलं तस्य मते एव इति कृत्वा तत्र विकल्पेन भवति आम् इति अस्तु अग्रे अपि पठतु भगिनि लङ्घः शाकटायनस्यैव इत्यनेन जुस् आदेश कथं न भवति लोट्टि इत्यस्मिन् विषये महती चर्चा केचन वदन्ति यत् इदो लट्टो वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः अनयोः सूत्रयोः येन लोट्टि प्रसक्तेः अनुमतिः स्यात् अन्ये वदन्ति यत् लङ्वत् इत्यस्मिन् वति प्रत्यय न नित्यः वतिपदघटितम् अनित्यम् इति प्रसिद्धवाक्यम् अत्र न नित्यः इत्यस्य सारांशः एवं यत् लोट्टि लङः स्वभावः अध्यारोप्यते किन्तु लक्ष्यम् अधिकृत्य यत्र फलं न अपेक्षते तत्र प्रसक्तिः न भवति अतः लङः शाकटायनस्यैव इति सूत्रेण कार्यं भवति लङि किन्तु लोट्टि न अपेक्षते अतः लङ्वत् इति तत्र न गच्छति लङ्लकारे शाकटायनस्य मतानुसारे उहु अन् आगच्छति सति लोट्लकारे लोटि लङ्वत् इति अस्ति चेत् कथं न जुस् आदेशः भवति तत्र इति विवरणं दत्तम् कथं न भवति इत्युक्ते तत्र किमर्थं सः प्रश्नः इत्युक्ते लोटो लङ्वत् इत्यनेन लोट् अपि लङ्वत् इति भावयामः चेत् तत्र जुस् आदेशः तत्रापि भवेत् इति खलु तदेव उक्तवती आम् अतः तत्र किन्तु तत्र वत् इति नित्यः नास्ति वत् इति प्रत्ययः वति प्रत्ययः न नित्यः इत्यस्मात् वति पदघटितम् अनित्यम् इति प्रसिद्धवाक्यम् अस्ति तत्र अतः तत्र तस्य लोटो लङ्वत् इति लङ्वत् एव कार्याणि तत्र भवन्तु भवन्तु इति लोट् विषये न आगच्छति, यतोहि न नित्यः इत्यस्य सारांशः एवं यत् लोटि लङ्गः स्वभावः अध्यारोप्यते, किन्तु लक्ष्यम् अधिकृत्य यत्र फलं न अपेक्षते तत्र प्रसक्तिः न भवति, अत्र न अपेक्षते जुस् जेः जुस् भवतु इति तत्र विवक्षा नास्ति, अतः तत्र न भवति, यतोहि वत् इति अनित्यप्रत्ययः तत्र तस्य प्रसक्तिः न भवति, तदेव उक्तवती खलु। अतः तत्र न भवति यद्यपि लोटो लङ्वत् इति अस्ति चेदपि तत्कार्यं तत्र न भवति। अस्तु, इदानीं तस्य एव अनुवर्तनं भवति अग्रे अपि। धन्यवादः भगिनी। सरस्वती भगिनी पठितुमिच्छति वा उस्य पदान्तात् इति आरभ्य? अस्तु भगिनि, उस्य पदान्तात् षष्ठ अध्यायस्य प्रथमपादस्य षण्णवतितमसूत्रम्। अपदान्तात् अकारात् उसि प्रत्यये परे पूर्वपरयोः पररूपम् एकादेशः भवति, आद्गुणस्य अपवादः। अवायोग उः, अव्योग उः, अवुः। न पदान्तम् अपदान्तं, तस्मात् अपदान्तात् उसि सप्तम्यन्तम्, अपदान्तात् पञ्चम्यन्तं। द्विपदमिदं सूत्रम्। आद्गुणः इत्यस्मात् आत् इत्यस्य अनुवृत्तिः, इकोयणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः अनुवर्तते अत्र, यतोहि परेषु सूत्रेषु अपि तस्य आवश्यकता। एङ्गिपररूपम् इत्यस्मात् पररूपम् इत्यस्य अनुवृत्तिः, एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रमस्ति। अपदान्तात् आत् अचि उसि एकः पूर्वपरयोः पररूपं संहितायाम्। तर्हि अकारधातुः अस्ति चेत् तथा लङ् लङ् लकारस्य कार्यं भवति चेत् तदा प्रथमपुरुष बहुवचने झि स्थाने धोन्तः एतस्य सूत्रस्य प्रसक्तिः न भवति, तर्हि तत्र लङ्गः शाकटायनस्य आकारान्तधातुः अस्ति चेत् लङ्गः शाकटायनस्य इत्यनेन सूत्रेण जुस् आदेशः भवति। जकारस्य चुटु इत्यनेन इत्यनेन संज्ञा भूत्वा तस्य लोपः भूत्वा उस् केवलम् उस् अवशिष्यते। इदानीं उसि प्रत्यये परे पूर्वपरयोः पररूपम् एकादेशः भवति उस्य पदान्तात् इत्यनेन सूत्रेण, इत्युक्ते इदानीम् आकारान्तधातुः अस्ति तथा उस् अस्ति, तर्हि तत्र गुणः भवेत् आद्गुणः सूत्रेण, आद्गुणस्य अपवादः भवति उस्य पदान्तात्। अतः तत्र यथा उदाहरणं दत्तमस्ति अवायोग उः, उस्य पदान्तात् इत्यनेन सूत्रस्य अनुपस्थितौ अवायोग उः अत्र आद्गुणस्य प्रसक्तिः भवति, परन्तु आद्गुणसूत्रं प्रबाद्य उस्य पदान्तात् भवति, यतोहि आकारान्तधातोः परः उः उ आगच्छति, तत्र पूर्वपरयोः पररूपं भवति एकादेशः, अतः उ आकार उकारस्थाने आकार उकारद्वयोः स्थाने उकार भवति, अतः अवुः भवति। तदनन्तरं तु यत् दत्तमस्ति तत्सर्वं सूत्रस्यैव अस्ति। न पदान्तात् इत्युक्ते अपदान्तं, तस्मात् अपदान्तात् उस्य पदान्तात् अतः अपदान्तात् उसि इत्युक्ते सप्तम्यन्तं। तर्हि अत्र उसि योग अपदान्तात् यण्सन्धि भूत्वा उस्य पदान्तात् अभवत् सूत्रस्य नाम। तर्हि अत्र उसि सप्तम्यन्तम्, अपदान्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम्। आद्गुणः तु आत् अनुवृत्तिः भवति, इकोयचि इत्यस्मात् अचि अनुवृत्तिः भवति, एङ्गिपररूपम् इत्यस्मात् पररूपम् अनुवृत्तिः भवति, अधिकारः अस्ति एकपूर्वपरयोः तथा संहितायां द्वयोः सूत्रयोः अनुवृत्तिसहितसूत्रस्य अपदान्तात् आत् अचि उसि एकः पूर्वपरयोः पररूपं संहितायाम्। अस्तु भगिनि। आं भगिनि, सम्यक्। तत्र वा इति स्वीकृत्य वक्तुमिच्छति वा? अयमेव वा एव इयमेव प्रक्रिया दत्तमस्ति न वा? अवा वा अस्ति, तर्हि वा योगझि एवं भवति वा? एवं वदति वा भवती पूर्णतया प्रक्रिया वद। अस्तु, तर्हि वा धातु वा अस्ति, लङ्गि वा योग प्रथमपुरुष बहुवचनम्, अतः वा योग झि अत्र लुङ् लङ् षडजातः अद्यन्तो टकितौ, अनेन अट् आगमः भवति, तत्र टकारस्य हलन्त्यं तस्य लोपः एतद् भूत्वा अकारे एव तिष्ठति, अयोग अवा योग झि भवति। अत्र झोन्तः एतं प्रभात्य लङ्गः शाकटायनस्य अकारान्तधातुः अस्ति, अतः लङ्गशाकटायनस्यैव इत्यस्य सूत्रम् इत्यस्य प्रसक्तिः भवति, अतः झेर्जुस् भवति, झि झि इत्युक्ते झेर्जुस् भवति, तत्र जुस् आगच्छति, अवायोग जुस् चकारस्य चुटु तस्य लोपः जने अपगच्छति, उस् अवशिष्यते, अवायोग उस् अत्र अवायोग उ अस्ति आकारान्त तदनन्तरम् उ अस्ति, अतः उस्य पदान्तात् ध्वनयोः इत्यनेन आकारान्त उकारान्त द्वयोः स्थाने पूर्व परयोः स्थाने पररूपं भवति, अतः उ अवशिष्यते, अवुस् भवति, तदनन्तरं सकारस्य ऋतविसर्गौ इत्यनेन विसर्गः भवति, अतः अवुः भवति रूपम्। आं भगिनि, धन्यवादः, सम्यक्। तर्हि अग्रे अपि पठतु भगिनि, तदा इदानीं तत्र केवलम् अन्यत्र सन्धिः एवं भवति इति अस्ति। अन्यत्र सन्धिः एव भवति, यथा वा धातुः वा योग अन्ति अकस्तवर्णे दीर्घः, इत्युक्ते अत्र लङ्गः शाकटायनस्यैव अनेन सूत्रेण जुस् आदेशः भवति, परन्तु यदा मुनेः नाम आगच्छति सूत्रे तर्हि तत् विकल्पेन भवति इति वयं जानीमः, अतः विकल्पेन उस् अभवत्, जुस् अभवत्, ततः उस् इदानीं यदि विकल्पः नास्ति तर्हि यथा पूर्वम् उक्तं तर्हि झोन्तः अनेन झकारस्य स्थाने अन्त, तदनन्तरं झि अस्ति, अतः अन्ति भवति, वा योग अन्ति, अत्र अकसवर्णे दीर्घः इत्यनेन सन्धि भूत्वा दीर्घ वान्ति भवति, अतः अवायोग अन् भवति अत्र, इत्युक्ते यत् वयं जानीमः सिद्धतिङ् प्रत्यय अन् अस्ति, अतः अवायोग अन् अवान् भवति। आम्, अवान् भवति, अपि च यथा भवती उक्तवती शाकटायनस्य एव इति स्वीकुर्मः चेत् अवुः इति अपि रूपं भवति तत्र, यत् पूर्वम् इदानीं विस्तृततया भवती विवृतवती। अस्तु, इदानीं तत्र अग्रे तत्र रूपाणि साधनीयानि सन्ति, अद्य मया न ज्ञातं तत् यत् विद्याभगिनी अत्र उपस्थिता न भवति इति, केवलं मां पृष्टवती चालयति वा इति, अतः अहं सिद्धा नास्मि, तर्हि रूपाणि कुर्मः किन्तु तत्र कथम् इदानीं या इति स्वीकृत्य कुर्मः वा अथवा अग्रे सूत्राणि पठामः वा, यतोहि तत्र समीकरणं करणीयं भवति चेत् भगिनी नास्ति, अहं तत्र दृष्ट्वा वक्तुं शक्नोमि। तर्हि किं करणीयम् एवं पृच्छति भवती, तर्हि अग्रे पठामः न वा? चलति, तर्हि तत्र सूत्राणि पठामः, यतोहि तत्र अभ्यासः पूर्वमपि अभवत्, तर्हि तत्र भवती कर्तुम् इच्छति चेत् रूपाणि वदति वा, एकम् एकमेव धातुं स्वीकृत्य तत्र लटि लोटि लङ्गि विधिलिङ्गि सरस्वती भगिनी? आं चलति, यदि या वयं स्वीकुर्मः तर्हि या योग तत्र किं भवति, लटि लटि प्रथमतया न वा, तर्हि लटि अनदन्तमस्ति, तर्हि तीतः अन्ति एवमस्ति, तर्हि अत्र ती या कृते तु याति एव आगच्छति, याति यातः यान्ति. आम् अहम् इदानीं दृष्ट्वा वदामि, याति यातः यान्ति यान्ति, याति याथः याथः याथ, यामि यावः यामः, तत्र किमपि भेदः न भवति इति मन्ये. केवलं लङ् मध्ये केवलं कार्यं भिन्नं भवति इति अहं मन्ये. तर्हि लोट् मध्ये यातु यातात्, यतोहि कुत्रापि तत्र गुणः अपि न भवितुं शक्यते, यतोहि या इत्युक्ते तत्र लट्लकारे यद्यपि तत्र एकवचने किं तत्र त्रिषु पुरुषेषु पित् अस्ति, किन्तु कार्यं किमपि न भवति तत्र, इदन्तः नास्ति इति भवितुमर्हति. तर्हि केवलं मेलनमेव भवति. तर्हि अत्र लट् लोट् अपि तथैव, यातु यातात् यातां तु तास्ताम् अन्तु, तर्हि यातु यातात् यातां यान्तु, एवमेव हितात् तर्हि हितात् अन्त, तर्हि याहि यातात् यातं यात, याहि यातात् याहि यातात् यातं यात, तदनन्तरम् उत्तमपुरुष अनियाव आम, तर्हि या पुनः तत्र यानीयाव याम, या योग आनीयाव आनि, तदेव भवति. केवलं तत्रापि आनि आनीयाव आमा इति तु पितः एव, किन्तु तत्र अतः केवलं वर्णमेलनम् अथवा सन्धिकार्यम् इत्युक्ते अकस्वर्णे दीर्घः भवति भवति तद् भवति सत्यम्. तदनन्तरं लङ्लकारे लङ्लकारे अया भवति, तदनन्तरं ताम् अन्, परन्तु केवलम् अत्र प्रथमपुरुष बहुवचने केवलं लङ्घशाकटायनस्य यत् वयं कृतवन्तः, परन्तु तस्मात् पूर्वम् अयात् अयात् अयातां, तदनन्तरम् अयान् अथवा अयुः अयुः अयुः, तदनन्तरं सतं त, तर्हि अयाः अयातम् अयात, तदनन्तरम् अङ्गम, तर्हि अयाम् अयाव अयाम इति, अन्य किमपि कुत्रापि कार्यं नास्ति, तर्हि बहु सुलभमेव अस्ति. विधिलिङ्ग् मध्ये यात् यातां युः, तर्हि यायात् यातां यायात् यायात् यायातां यायात् यायातां यायुः, तथा याः यातं यात, तर्हि यायाः यातं यात, या यातं यां यावयाम, तर्हि यायां या याव यायाम इति भवन्ति रूपाणि. अस्तु भगिनि, सम्यक्. अग्रे जक्षितादयः षट् इति, अस्तु अहं पठामि तर्हि समयः. अस्तु, जक्षितादयः षट् इति सूत्रं दरिद्रधातुः इति शीर्षिकायाम् आगच्छति. तर्हि जक्षित्यादीनां धातूनाम् अभ्यस्तसंज्ञा भवति. अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्तधातवः सन्ति, जक्ष् जागृ दरिद्र चकास् शास् दिधीं वेवीं च इति शब्देन जक्ष् धातोः परामर्शः इति आदिः येषां ते इत्यादयः बहुव्रीहिः जक्ष् प्रथमान्तम् इत्यादयः प्रथमान्तं षट् प्रथमान्तं त्रिपदमिदं सूत्रम् उभे अभ्यस्तम् इत्यस्मात् अभ्यस्तम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं जक्षितादयः षट् अभ्यस्तम् इति अपि च तत्र अग्रे अपि एकः परिच्छेदः अस्ति तदपि पठित्वा किञ्चित् वदामि. उभे अभ्यस्तम् इति सूत्रेण यदा धातोः द्वित्वं भवति तदा मिलित्वा द्वयोः भागयोः नाम अभ्यस्तम् इति भवति. जक्षितादयः षट् इत्यनेन जक्षितादीनां धातूनाम् अद्वित्वे सत्यपि अभ्यस्तसंज्ञा भवति. अपि च तत्र तदनन्तरम् अन्यत् सूत्रम् आगच्छति. तर्हि तत्र अभ्यस्तसंज्ञा भवति जक्षितादयः षट् इति सूत्रेण जक्ष यत् ये धातवः जक्षित् किं जक्षितादीनां धातूनाम् इत्युक्ते अस्मिन् गणे जक्षितादयः षट् इति सूत्रं किन्तु जक्षितादयः इति तत्र गणं गणस्य नाम किं जक्षितादयः एव इति मन्ये तत्र खलु. तर्हि अस्मिन् गणे ये धातवः सन्ति तेषाम् अभ्यस्तसंज्ञा भवति, द्वित्वं तु न भवति. एषः गणः अदादिगणे अन्तर्गणः वर्तते. अपि च तत्र धातवः जक्ष् जागृ दरिद्र चकास् शास् दिधीङ् दीधीङ् वेवीङ् इति षड् धातवः. अपि च कि अन्यत् किम् अस्ति उभे अभ्यस्तम् इत्यनेन अभ्यस्तम् इत्यस्य अनुवृत्तिः अपि च अनुवृत्तिसहितसूत्रं वदति जक्षितादयः षट् अभ्यस्तम् इति. अपि च तत्र उभे अभ्यस्तम् इति सूत्रेण यत्र यत्र धातोः द्वित्वं भवति तत्र द्वयोः भागयोः द्वित्वभागयोः मिलित्वा तत्र अभ्यस्तं नाम भवति इति तावदेव अस्ति तत्र उभे अभ्यस्तम् इत्यस्य कार्यम्. अपि च तस्मात् अग्रे अदभ्यस्तात् इति सूत्रम् अस्ति. कृपया वदतु. न भवती पृष्टवती खलु गणस्य नाम, तर्हि अहं पृष्टवती जक्षितादि जक्षित्यादिः गण जक्षित्यादिः जक्ष इत्यादिः न, अतः जक्षित्यादिः गणः भवति. सत्यं सत्यं जक्षित्यादयः इत्यादयः अतः जक्षित्यादि आदिः इति गणम् अतः तत्र षष्टिविभक्त्यां जक्षित्यादीनाम् इति भवति, आदिः इत्यस्य आदीनाम् इति भवति. अस्तु, धन्यवादः भगिनि. आम् अस्तु, तर्हि तत्र अन्यत् एकं सूत्रं पठित्वा स्थगयामः वा, अन्यत् अथवा सूत्रद्वयं वा पठित्वा. तर्हि तत्र पुनः अरुणा भगिनी अदभ्यस्तात् इति अपि च तस्मात् परम् एकः परिच्छेदः अस्ति तावत् पठति वा. आं भगिनि, अदभ्यस्तात् सप्तम अध्याये पदपादे चतुर्थसूत्रम् अभ्यस्तसञ्ज्ञकधातुत्तरस्य प्रत्ययस्य आदिम अवयवस्य झकारस्य स्थाने अत् आदेशो भवति. अत् प्रथमान्तम् अभ्यस्तात् पञ्चम्यन्तं त्रिपदमिदं सूत्रं जो अन्तः इत्यस्मात् जः इत्यस्य अनुवृत्तिः प्रत्ययादीनाम् इत्यस्मात् वचनपरिणामं कृत्वा प्रत्यादेः इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्यादेः जः अत् अदभ्यस्तात् इति सूत्रमस्ति. अत्र धातु अभ्यस्तसैन्यक अस्ति चेत् प्रत्ययस्य आदिम अवयवय प्रथमपुरुषतृतीय बहुवचने अभ्यसैनकधातु उत्तरस्य जि जकार अस्ति चेत् अत् आदेशो भवति तयोन्तः सूत्रेण अन्ति भवति. आं भगिनि तत्र अभ्यस्तसंज्ञकधातोः उत्तरस्य प्रत्ययस्य आदिम अवयवस्य झकारस्य स्थाने अत् आदेशः भवति. आदेशः ध्येयं ध्येयं यत् अत् आदेशस्य तकारः जलन् हलन्त्यम् इति सूत्रेण इत् संज्ञकः न यतोहि अत् तु विभक्तिसंज्ञक झी प्रत्ययस्य अवयवस्य आदेशः अतः न विभक्तौ तु स्मः इत्यनेन हलन्त्यं बाधितम्. ओके अत्र झी झास्थाने अत् आदेशः भवति परन्तु हलन्त्यमिति सूत्रेण तकारलोपः न भवति. किमर्थम् इति चेत् विभक्तिसंज्ञकः भवति जी प्रत्ययस्थाने आगत्य आदेशः न विभक्तोतु स्मः इति सूत्रेण हलन्त्यम् इत्यस्य बाधितं भूत्वा तकारलोपः न भवति. अदभ्यस्तात् इति सूत्रेण लचि लोचि च प्रथमपुरुषस्य बहुवचने झास्थाने अत् आदेशः अतः लटि झि अस्ति चेत् अति न तु लोटकार्यदा एव लटि लोटि झि स्थाने अतु भागच्छ न तु अन्तु. आम् इति तत्र वैकल्पिकरूपाणि भवन्ति. आम् सम्यक् भगिनी, धन्यवादः. तर्हि सर्वेभ्यः धन्यवादाः, नमस्कारः च. वैकल्पिकं किमर्थम् उक्तवती भवती? सरस्वती भगिनी किमपि वक्तुम् इच्छति? आमां वैकल्पिकं किमर्थम् उक्तवती भगिनी भवती? वैकल्पिकं नास्ति न वा, अभ्यस्त अस्ति चेत् रूपं हा रूपमेव अत् आगच्छति. वैकल्पिकमस्ति वा? न न, अहं किमर्थम् उक्तवती इत्युक्ते अनदन्तधातूनां कृते तत्र अदन्तधातूनां कृते अन्तु इति आगच्छति. अन्ति अन्तु इति अनदन्तधातूनां कृते एव एषः वैकल्पिक एतं वैकल्पिकरूपम् इत्युक्ते अन्ति अति इति भवति कुत्र लट् लकारे, अपि च लोट् लकारे अन्यत्र अदन्तधातूनां कृते केवलम् अन्तु भवति, किन्तु अत्र तु अन्तु अतु इति वैकल्पिकरूपम् इति तथा उक्तवती. आम् यथा तत्र लङ् लकारे अपि अदन्ते केवलम् अन् आगच्छति, किन्तु अनदन्ते उहु अपि आगच्छति लङ् लकारे बहुवचने तथा. आम् अस्तु, तर्हि यथाशक्ति कृतवती. तर्हि सर्वेषां धन्यवादाः, सम्यक्तया अभवत् पुनःस्मरणं. धन्यवादः. धन्यवादः भगिनि. आन् द स्पाट् धन्यवादः. धन्यवादः भगिनि. धन्यवादः सर्वेभ्यः. Thank you.